कस्मिन् काले शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानि भाषयात्। यच्चापि यदा चापि उत्क्रामति ईश्वरः देहात्सङ्गातस्वामीजीवः तदा कर्षति इति श्लोकस्य द्वितीयपादः अर्थवशात् प्राथम्येन सम्बध्यते। यदा च पूर्वस्मात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वा एतानि मनश्चष्टानि इन्द्रियाणि संयाति सम्यक् याति गच्छति। किमिव इति आह वायुः पवनः गन्धानिव आशयात् पुष्पादेः। कानि पुनः तानि? श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते। श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं घ्राणमेव च मनश्च षष्ठं प्रत्येकम् इन्द्रियेण सह अधिष्ठाय देहस्थः विषयान् शब्दादीन् उपसेवते। एवं देहगतं देहात् उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे तिष्ठन्तं भुञ्जानं वा शब्दादींश्च उपलभमानं गुणान्वितं सुखदुःखमोहाद्यैः गुणैः अन्वितम् अनुगतं संयुक्तम् इत्यर्थः। एवं भूतमपि एनम् अत्यन्तदर्शनगोचरप्राप्तं विमूढः दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तय अनेकदा मूढः न अनुपश्यन्ति अहो कष्टं वर्तते इति अनुक्रोशति च भगवान्। ये तु पुनः प्रमाणजनितज्ञानचक्षुषः ते एनं पश्यन्ति ज्ञानचक्षुषः विविक्तदृष्टयः इत्यर्थः। यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितं यतन्तोऽपि अकृतात्मानं नैनं पश्यन्त्यचेतसः। यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः येनं प्रकृतम् आत्मानं पश्यन्ति अयम् अहम् अस्मि इति उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम्। यतन्तोऽपि शास्त्रादिप्रमाणैः अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन च दुश्चरिता तु अनुपरतः अशान्तदर्पः प्रयत्नं कुर्वन्तोऽपि न येनं पश्यन्ति अचेतसः अविवेकिनः। यत्पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः न अवभासयते यत्प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते। यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः घटाकाशादयः इव आकाशस्य अंशः तस्य पदस्य सर्वात्मत्वं सर्वव्यवहार आस्पदत्वं च विवक्षुः चतुर्भिः श्लोकैः विभूतिसङ्क्षेपमः भगवान्। यदाधित्यगतं तेजो जगद्भासयतेऽखिलं यच्चन्द्रमसि यच्चाग्नं तत्तेजो विद्धि मामकम्। यत् आदित्यगतम् आदित्याश्रयं किं तन् तेजः दीप्तिः प्रकाशः जगद्भासयति प्रकाशयति अखिलं समस्तं यच्चन्द्रमसि शशभृति तेजः अवभासकं वर्तते यच्च अग्नौ हुतवहे तत्तेजः विद्धि विजानीहि मामकं मदीयं मम विष्णोः तज्ज्योतिः। अथवा आदित्यगतं तेजः चैतन्यात्मकं ज्योतिः यच्चन्द्रमसि यच्च अग्नौ वर्तते तत्तेजः विद्धि मामकं मदीयं मम विष्णोः तज्ज्योतिः। ननु स्थावरेषु जङ्गमेषु च तत्समानं चैतन्यात्मकं ज्योतिः तत्र कथमिदं विशेषणं यदादित्यगतम् इत्यादि नैषदोषः सत्त्वाधिक्य आविस्तरत्वोपत्ते आदित्यादिभिः सत्त्वम् अत्यन्तप्रकाशम् अत्यन्तभास्वरम् अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते न तु तत्रैव तत् अधिकमिति यथा हि लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखम् आविर्भवति आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येन आविर्भवति तद्वत् किञ्च गामाविश्य च भूतानि धारयाम्यहमोजसा पुष्णामि चौषधीः सर्वाहं सोमो भूत्वा रसात्मकः गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगत् अहं मोजसा बलेन यद्बलं कामरागविवर्जितम् ऐश्वरं रूपं जगद्विधारणाय पृथिव्याम् आविष्टं येन पृथिवी गुर्वी न अधः पतति न विदीर्यते च तथा च मन्त्रवर्णः येन द्यौरुग्रा पृथिवी च दृढा इति सदाधारपृथिवीम् इत्यादिश्च अतः गामाविश्यत भूतानि चराचराणि धारयामि इति युक्तमुक्तम् किञ्च पृथिव्यां जाताः ओषधीः सर्वाः व्रीहिवाद्याः पुष्णामि पुष्टिमतीः रसस्वादमतीश्च करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रसस्वभावः सर्वरसानाम् आकरः सोमः स हि सर्वरसात्मकः सर्वाः ओषधीः स्वात्मरसान् अनुप्रवेशयन् पुष्णाति किञ्च अहं वैश्वानरो भूत्व प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् अहमेव वैश्वानरः उदरस्थः अग्निः भूत्व अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते इत्यादि श्रुते वैश्वानरस्सन् प्राणिना प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च भोक्ता वैश्वानरः अग्निः अग्निः भोज्यम् अन्नं सोमः तदेतदुभयम् अग्निशोमौ सर्वम् इति पश्यतः अन्नदोषलेपः न भवति किञ्च सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च वेदैश्च सर्वैरहमेव वेद्यं वेदान्तकृद्वेदविदेव चाहम् सर्वस्य च प्राणिजातस्य अहम् आत्मा सन् हृदि बुद्धौ सन्निविष्टः अतः मत्तः आत्मनः सर्वप्राणिना स्मृतिः ज्ञानं तदपोहनं च अवगमनं च येषां यथा पुण्यकर्मणां पुण्यकर्मानुरोधेन ज्ञानस्मृतिः भवतः तथा पापकर्मणां पापकर्मानुरूपेण स्मृतिज्ञानयोः अपोहनं च अपायनम् अपगमनं च वेदैश्च सर्वैः अहमेव परमात्मा वेद्यः वेदितव्यः वेदान्तकृत् वेदान्तार्थसम्प्रदायकृत् इत्यर्थः वेदवित् वेदार्थवित्येव च भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेपः उक्तः विशेषोपाधिकृतः यदादित्यगतं तेजः इत्यादि अथ अधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य स्वरूपनिर्धारविषय उत्तरे श्लोकः आरभ्यन्ते तत्र सर्वमेव अतीत अनागत अध्यायार्थजातं त्रिधा राशिकृत्याः द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते द्वौ इमौ पृथग् राशिकृतौ पुरुषौ इति उच्यते लोके संसारे क्षरश्च क्षरतीति क्षरः विनाशीति एको राशिः। अपरः पुरुषः अक्षरः तद्विपरीतः भगवतः मायाशक्तिः। क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः। अक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ इति याः स्वयमेव भगवान्। क्षरः सर्वाणि भूतानि, समस्तं विकारजातम् इत्युक्तः। कूटस्थः कूटः राशिरिव स्थितः, अथवा कूटः मायावञ्चनाजिह्मता कुटिलता इति पर्यायः। अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः। संसारबीज अनन्त्य न क्षरतीति अक्षरः उच्यते। आभ्यां क्षराक्षराभ्याम् अन्यः विलक्षणः, क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः, नित्यशुद्धबुद्धमुक्तस्वभावः। उत्तमः पुरुषस्तन्यः परमात्मेत्युदाहृतः, यो लोकत्रयमाविश्य विभर्तव्यय ईश्वरः। उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः, अत्यन्तविलक्षणः आभ्यां परमात्मा इति। परमश्च असौ देहादि अविद्याकृतात्मभ्यः, आत्मा च सर्वभूतानां प्रत्यक्चेतनः इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु। स एव विशिष्यते यः लोकत्रयं भूर्भुवस्वराख्यं स्वकीय चैतन्यबलशक्त्या आविश्य प्रविश्य विवर्ति, स्वरूपसद्भावमात्रेण विवर्ति धारयति। अव्ययः न अस्य व्ययः विद्यते इति अव्ययः। कः? ईश्वरः, सर्वज्ञः, नारायणाख्यः, ईशनशीलः। यथा व्याख्यातस्य ईश्वरस्य पुरुषोत्तमः इत्येतत् नाम प्रसिद्धं, तस्य नामनिर्वचनप्रसिद्ध्य अर्थवत्त्वं नाम दर्शयन् निरतिशयः अहमीश्वरः इति आत्मानं दर्शयति भगवान्। यस्मात्क्षरमतीतोऽहम् अक्षरादपि चोत्तमः, अतोऽस्मि लोके वेदे च प्रतितः पुरुषोत्तमः। यस्माक्षरम् अतीतः अहम्, संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम्, अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो। अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्व अस्मि लोके वेदे च प्रतितः प्रख्यातः। पुरुषोत्तमः इत्येवं मां भक्तजनाः विदुः। कवयः काव्यादिश्च इदं नाम निबध्नन्ति, पुरुषोत्तमः इत्यनेन अभिधानेन अभिगृह्णन्ति। अथ इदानीं यथा निरुक्तम् आत्मानं यो वेद, तस्य इदं फलम् उच्यते। यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्, स सर्वविद्भजति मां सर्वभावेन भारत। यः माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण असम्मूढः सम्मोहवर्जितः सन् जानाति अयम् अहम् अस्मि इति पुरुषोत्तमं, सः सर्ववित् सर्वात्मना सर्वं वेत्येति सर्वज्ञः। सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया, हे भारत। अस्मिन् अध्याये भगवत्तत्त्वज्ञानं मोक्षपदम् उक्त्वा अथ इदानीं तत् स्तौति। इति गोह्यतमं शास्त्रम् इदमुक्तं मया नघ, एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत। इति एतन् गुह्यतमं गोप्यतमम् अत्यन्तरहस्यम् इत्येतत् किं त शास्त्रम्। यद्यपि गीताख्यं समस्तं शास्त्रम् उच्यते, तथापि अयमेव अध्यायः शास्त्रमिति उच्यते स्तुत्यर्थं प्रकरणात्। सर्वो हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः। न केवलं गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः ये परिसमाप्तः। यस्तं वेद स वेदवेन् वेदैश्च सर्वैरहमेव वेद्यः इति च उक्तम्। इदमुक्तं कथितं मया हे अनघ पाप। एतत् शास्त्रं यथा दर्शितार्थं बुद्ध्व बुद्धिमान् स्यात् भवेत् न अन्यथा। कृतकृत्यस्य भारत कृतं कृत्यं कर्तव्यं येन सह कृतकृत्यः। विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः। न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायः। सर्वं कर्माखिलं पार्था ज्ञाने परिसमाप्यते इति च वक्तुम्। एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः प्राप्येतत् कृतकृत्यो हि द्विजो भवति नान्यथा इति च मानवं वचनम्। यतः एतं परमार्थतत्त्वं मत्तः श्रुतवान् असि अतः कृतार्थः त्वं भारत इति श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः।